नमः सर्वेभ्य अव्ययीभावसमासचिन्तनवर्गे सर्वेषां स्वागतं. प्रथमं ध्यानं येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् रत्नं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं येन दाता गिरःपुंसौ विमलैः शब्दवारिभिः तमश्चात्यानिजं भिन्नं तस्मै पाणिनीये नमः. अत्र माहेश्वरं सूत्राणि ऐ उण ऋ ऋक् ए ओङ् ऐ औच् अयवरट् लण् ञमगणनं जभै गडदश् जभगडदश् खफचटतचटतौ कपै षषसर् हल् इति माहेश्वरानि सूत्राणि. कोमदि भगिनि अव्ययीभावसमासस्य सूत्राणि पठतु. आं महोदय, नमस्कारः. अव्ययीभावः अव्ययं विभक्तिसमीपसमृद्धिव्युर्थि अर्थाभाव अत्यय असम्प्रतिशब्दप्रादुर्भावपश्चाद् यथा आनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिना मात्रार्थे अक्षशलाकासङ्ख्या परिणा विभाषा अपपरिबहिरञ्जवः पञ्चम्या आङ्मर्यादाभिविद्योः लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत् समया यस्य चायामः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्या वंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्. श्रीगुरुभ्यो नमः. धन्यवादः भगिनि. गतवर्गे वयम् अनुर्यत्समया अस्य सूत्रस्य विवरणं दृष्टवन्तः. केवलम् एकवारं पुनःस्मरणं कृत्वा अग्रिमसूत्रं प्रति गच्छामः. गोमति भगिनी, अनुर्यत्समया इति सूत्रस्य संक्षिप्तरूपेण वक्तुम् इच्छति च. I'll try, Mahode. It's a very tricky sutram, I think. But I'll try. Anuryat samaya vipadam sutram. Anu iti avyayam. Et samaya. Et samaya. Anu iti avyayam samiparte bhavati. Et samaya iti padam. लक्षणवाचिना सुबन्धशब्दः समीपार्थे भवतु इति वदति. सो सूत्रस्य अर्थं भवति लक्षणवाची वस्तु समीपे अस्ति, अनन्तरम् अनु इति अव्ययं समीपार्थे भवति चेत् अनुर्यत् समया इति सूत्रेण अव्ययीभावसमासः भवति. तत् विभाषा इति अधिकारे अस्ति, अतः तस्य व्यस्तरूपमपि भवति इति अनुर्यत् समया इति सूत्रं वदति. तत्र यत् शब्दस्य अर्थं किं? यत् समया इत्युक्ते यत् समया यत् इति उक्ते यत् पदार्थम् इति अर्थं. समया इत्यस्य अर्थः भवति समीपे. समया इति अव्ययपदमस्ति, तस्य अर्थः अपि समीपार्थे भवति. यः पदार्थः अस्ति सः पदार्थः समीपम् इति अर्थं द्योति अपि यत् समया इति पदम्. एकम् उदाहरणं स्वीकृत्य स्पष्टीकरोतु. अनुवृक्षं अनुवृक्षं मम गृहम् अस्ति इत्युक्ते मम गृहं वृक्षस्य समीपम् अस्ति. वृक्षस्य अनु वृक्षस्य अनु अस्ति. मम गृहं वृक्षस्य अनु अस्ति अथवा मम गृहम् अनुवृक्षम् अस्ति. दट् मीन्स् मम गृहं वृक्षस्य समीपे अस्ति. एण्ड् समीपे इत्युक्ते तद् लक्षणवाची अपि समीपे अपि भवति इति अनु इति अव्ययं सूचयति. सो लक्षणलक्ष्यभावमपि अस्ति, समीपार्थमपि भवति यदा अनु इति अव्ययं समीपार्थे प्रयुज्य चेत् प्रयुज्यते. प्रयुज्यते. धन्यवादः. तदेव न महोदय. सत्यं. सम्यक् भगिनि. रोहिणी भगिनि नमस्ते, स्वागतम्. महोदय अनुर्यत् समय इति सूत्रस्य एकम् उदाहरणं स्वीकृत्य भवती किम् अवगतम् अद्य वदामि. उपयुज्यते चेत् समय इत्यस्य समासे अनु इति अव्ययम् उपयुज्य एव समासः भवति. समय इति समस्तपदं न भवति. व्यस्तप्रयोगे एव वृक्षस्य समय यत् समय इति दत्तमस्ति. क्षम्यताम्. यत् समय इति दत्तकारणेन समय इति पदं न सुबन्धं न भवति. यत् समय इत्युक्ते किम्? समीपार्थे समय इति पदं तत्तु सम्यक्, किन्तु यत् समय इति सूत्रे पदं दत्तमस्ति तस्य स्पष्टीकरोति वा, तस्य विवरणं ददाति वा? किं यत् पदम् अपि अस्ति तत्र? केन कारणेन यत् समय इति केन किम् अनुसमय अनुसमय इति न सूत्रं न अस्ति? समय इति अर्थे एव अनु उपयुज्यते. तत्तु समय इति तत्र मम प्रश्नः अस्ति. यत् समय इति समस्तपदमस्ति. तत्र यत् समय इति सूचनेन समय एवं तत् द्वयोः भिन्न अर्थः अस्ति वा? न, केवलं समय इति अर्थे यत् यदि समय इति अर्थं लक्ष्यते तदेव अनु इति अव्ययं तदर्थम् उपयुज्यते. कथं जानाति भवती समय लक्ष्यते इति? यत् इति उपयोगं कृत्वा. तदेव मया प्रश्नः अस्ति. तदेव मया प्रश्नः अस्ति. तत् यत् पदत् यत् इति उक्तेन यत् सुबन्धं समया लक्ष्यते तत् सुबन्धस्य अनु इति अव्ययस्य समस्तपदं भवति लक्षणवाचि सुबन्धमस्ति चेत्. एकम् उदाहरणं वदतु. वनस्य समीपे इति अर्थे अनु वनम् तत्र समय इति पदं न उपयुज्यते. तत्र व्यस्तप्रयोगः एव भवति. वनस्य समय अथवा वनस्य समीपे. यस्य प्रयोगं किं केन कारणेन भवति? तत्र विभाषा विभाषा इति अधिकारी अस्ति वा? अस्तु महोदय. महोदय, वनस्य वनस्य समीप इति शुद्धं नास्ति. समय इति she I think I no. heard vanasya samaya no if I have heard wrongly it's okay I am sorry. Rohini bagini spashti karoti va vanasya samaya iti upayujyate iti aham chindayami na tat samaya iti shabd subandham vyastha prayoge na ayati samaya iti lakshana lavachi shabdam asti इति कृत्वा तत् यत् सुबन्धं द्योतयति तत् सुबन्धमेव व्यस्तप्रयोगे आयाति. समय इति सुबन् अव्ययं न आयाति. तदेव समय इति अव्ययम् आयाति चेत् तत्र द्वितीयविभक्तिः एव भवति इति अहं मन्ये. वनं समय इति शुद्धवाक्यमस्ति. वनस्य समीपे इति अर्थं भवति. परन्तु वनस्य समय इति शुद्धं नास्ति बिकास् समय गेट्स् ओन्लि अवगतं वा भगिनि रघुवी भगिनि? आं महोदय. आम या ना न श्रुतं मया. आम आम सत्यं. विनोद महे विनय महोदय भवान् वदतु. यदि अहं वा पिच श्रुतवान् मम धारणा इत्थमस्ति समय शब्द समय समीपं समानं नास्ति. विभाषः प्राक् यदि वयं समीपं युनो समीपं कथितवान् तर्हि अपि समीपं समीपं लौकिकवाक्य परन्तु अव्यय उप अस्ति. अत्र समानता नास्ति. अत्र समय निकषा समानं प्रायः, परन्तु लक्षण लक्षणेन समयः अर्थः अनु अस्ति. परन्तु अनु यदि वयं प्रयोजयामः तर्हि अनुवृक्षं समासः भवति. परन्तु समया वनस्य समया वा वनं समयः समासः नास्ति. अनुवृक्षम् अस्ति यथा समया लक्षणेन कारणेन अनुभवति. समयालक्षणेन इत्युक्ते किं वदितुमिच्छामि इच्छति भवान्? द शब्द समय समया वा निकषा केवलं शब्दः भवन्ति. प्रायः निपात अस्ति वा न अहं न जानामि. अत्र यदि समय अव्ययम् अस्ति यदि समय अव्ययम् अस्ति, यदि समय अव्ययम् अस्ति यथा नित्यसमासे समीपम् अव्ययं नास्ति परन्तु उप अस्ति अव्ययः अस्ति, अत्र अत्र अव्ययः समाससम्बन्धे किमस्ति? समाससम्बन्धे समयः साक्षात् अव्ययं न भवति, परन्तु अनु अव्ययः भवति. तर्हि अनु वृक्षं समासः अस्ति. प्रायः अहं निश्चयेन न जानामि, परन्तु अनु अव्ययः अस्ति, परन्तु अनु अव्ययं कथं भवति? समयः समानं नास्ति, परन्तु अनु यदि एक अन्य उदाहरणं यदि अहं वदामि, तर्हि यदि गङ्गायाः उदाहरणं अहं श्रुतवान्, तर्हि गङ्गा अनुगङ्गम् अनुगङ्गा आधारेण यदि अनुगङ्गम् आधारेण तर्हि वाराणसी दीर्घता कथम् अभवत्? दीर्घतस्य उल्लेखः नास्ति, किं केवलं समीपार्थे एव. न अहं जानामि अत्र समीपार्थे वयं केवलं वदामः, परन्तु समीप शब्दस्य अर्थः समीपस्य अर्थः अलौकिकविग्रहवाक्य योजनं कर्तुं समये अर्थवान् नास्ति. तद् मम प्रश्नमस्ति, भवान् यदि उप अनु द्वयोः समीपार्थे अस्मिन् वर्गे वयं पठितवन्तः, तयोः भेदः किं, केन कारणेन किं कुत्र भवति? उप उपवनम् अपि श्रुतवन्तः, अनु अनुवनम् अपि श्रुतवन्तः, तयोः भेदः कः? सूत्र उपसम्बन्धे दीर्घसूत्रमस्ति, अव्ययं विभक्ति समीप समृद्धि वृद्धि इत्यादि. अत्र सूत्र भिन्नम्. अतः अनु अव्ययम् अस्ति, परन्तु अन्यसूत्रेण आधारेण, प्राक्सूत्रेण आधारेण नास्ति. यदो द्वयोः सूत्रयोः भिन्नता अस्ति, तत्र अत्र अनु इति अव्ययस्य नूतनसूत्रस्य आवश्यकता केन कारणेन? कारण अत्र अहं स्पष्टतया न जानामि, परन्तु केवलं समीप अर्थसम्बन्धे, परन्तु अनु अव्यय अनु अव्यय अर्थ यदि निकषाय समीप अस्ति तर्हि स्पष्टतया कारणम् अहं न जानामि भवान्, स्पष्टकारणम् अहं न जानामि। गोमती भगिनी कारणं नूतनसूत्रस्य कारणं किम्? आं महोदय, नूतनसूत्रस्य कारणं नूतनसूत्र सूत्रे समय इति पदम् उपयुज्य सारि दीर्घसूत्रे समीपे इति पदस्य उपयोगं भवति। समीपार्थे वनस्य समीपे इति व्यस्तपदं भवति, षष्टी विभक्ते भवति, विभक्तौ भवति, षष्टिविभक्तौ भवति, तत्र उप इति एव भवति, उप वृक्षम् इति समस्तपदं भवति। नित्यसमासमस्ति, नित्यसमासम् अस्वपदविग्रहवाक्यमस्ति, अतः नित्यसमासमेव भवति, तत्र व्यस्तरूपं न भवति। अत्र अनु अपि समीपार्थे भवति, उप अपि समीपार्थे भवति, परन्तु वनस्य अनु इति एव प्रयोगम् अत्र। तत्र वनस्य समीपे वनस्य उप इति न भवति, तो वनस्य समीपे भवितुम् अर्हति परन्तु एतत् सूत्रं, परन्तु समीपे इति उपयोगं करोति चेत् तस्य समीपे इति भवति, तत् दीर्घसूत्रं रूपं भवति, परन्तु इति पदे व्यवहारे अस्ति, अतः समया इति अव्ययपदस्य योजनेन अनुर्यत् समया इति सूत्रं पाणिनिना कृतम्। तत्र अनु इति समीपार्थं द्योतयति, अनन्तरं पदं यत् तद् लक्ष्यीकरोति तदपि समीपे अस्ति, द्वे अपि समीपे समीपे अस्ति। उपावनम् इति अर्थे अपि समीपार्थे अस्ति, परन्तु अहं चिन्तयामि भेदः एतदस्ति, एषः अस्ति, तद् लक्ष्यीकरोति, लक्ष्यलक्षणभावमस्ति तत्र। उप इति अर्थं तु समीपम् एव, परन्तु अनु इति पदं केवलं लक्षणार्थे वयम् उपयोगं कुर्मः चेत् तत्र अनुवनम् इति भवति, वनम् अनु इति व्यस्तप्रयोगं, तद् लक्षणार्थमेव सूचयति, अनु इति लक्षणार्थे भवति। अनु इति समीपार्थे भवति चेत् तत्र अनु वृक्षस्य अनु एव भवति, तत्र समया इति अव्ययपदस्य उपयोगं भवति। समीचीनं भगिनि, समीचीनं भगिनि, किन्तु मम प्रश्नस्य एकमेव वाक्यम्, उपवनम् उप अनुवनं तयोः द्वो सूत्रे द्वारेण किमर्थं रचितवान् पाणिनिमहर्षि? अनुवनम् इति भवति चेत् तत्र व्यस्तप्रयोगं भवति, उपवनम् इति भवति चेत् दीर्घ एकमेव रूपम् उपवनम्, तदेव वनस्य उपवनम् तदेव उत्तरम् इच्छामि। भवती जानाति किन्तु मम प्रश्नस्य उत्तरं न दत्तं पूर्वम्, अत्र समीचीनं इन् मै मैण्ड् वेन् ऐ से ओन्लि ऐ गेट् क्लारिटि इन् मै मैण्ड्, दट्स् वै न यु गेव् द स्टेप्स् फार् बोत् उपवनम् एण्ड् अनुवनम्, बट् मै क्वश्चन् वास् वै शुड् देर् बि अ सेकेण्ड् सूत्र फार् द सेम् मीनिङ्ग् आफ् ऐ नो प्राक्सिमिटि समीपार्थे बट् इट् वास् एक्स्प्लेनेटरि सो इट् वास् गुड्, धन्यवादः भगिनि। अत्र अनु इति अव्ययस्य कानि कानि अर्थानि सन्ति? रोहिणी भगिनी वदितुम् इच्छति वा? अनु इति अव्ययं वयं दृष्टवन्तः पूर्वमपि, महोदय कानि अर्थानि सन्ति तत्र? त्रीणि अर्थानि, अव्ययं विभक्तिसमीपसामर्थ्य समीप इत्यर्थे इति सूत्रे अस्ति. अनु इति अनु इति अव्ययस्य कानि अर्थानि सन्ति, अर्थाः सन्ति? पश्चादर्थे, योग्यदार्थे, अपि च अनुभूव्यार्थे. अनुर्यत् समय इति सूत्रेण समीपार्थे अनु इति पदम् उपयुज्यते. अन्यत् पदं समस्तपद व्ययीभावसमासः कुत्र उदाहरणसहितं वदति चेत् सम्यक् भवति? तत्र अनुपूर्वार्थे इति भवती उक्तवती, तस्य उदाहरणं दत्ति चेत्. अनुज्येष्ठम्, तत्र अनुज्येष्ठम् इत्युक्ते अनुज्येष्ठम् इत्युक्ते अर्थः कः? ज्येष्ठस्य अनु माता अनुजस्य अपि परिवेषयति. तत्र पश्चादर्थे आगच्छति वा? तत्र पश्चादर्थे अपि अनुज ज्येष्ठं भवति. अनुज्येष्ठम् अनुजः गच्छति, अत्र आनुपूर्व्यार्थे भवति. पश्चात् अर्थे एवम् अनुपूर्व्यार्थे तयोः भेदः कः? न जानामि. पश्चादर्थे पश्चादर्थे एवम् आनुपूर्व्यर्थे द्वयोः भेदः कः? विनोद् महोदय, विनय् महोदय, अनुपश्चात् उदाहरणं यदि अहं दृष्टवान् तर्हि प्रायः अनुविष्णु उदाहरणं, अनुज्येष्ठम् अन्य उदाहरणं, परन्तु पश्चात् सम्बन्धे अन्य अर्थः अनुज्येष्ठं समानं नास्ति, परन्तु अनुविष्णो उदाहरणं अहं केवलं स्मरामि, परन्तु निश्चयेन तत्र अपि अर्थः अहं न जानामि. पश्चात् लैक् अ फालोयिङ्ग् यु सी, पश्चात्, परन्तु यदि पश्चात् फालोयिङ्ग् अस्ति निश्चयम् अहं न वदामि. परन्तु अनु आनुपूर्व्य ज्येष्ठ अनुज्येष्ठसम्बन्धे, परन्तु अनु पश्चात् अपि अनु प्रयुक्तः, परन्तु अनु विष्णु प्रायः उदाहरणम् अस्ति. गोमती भगिनी. आं महोदय, अहम् ऐ थिङ्क् ऐ नो द आन्सर्. भवान् वदतु इति सम्यक् वा न? अनु इति अव्ययमेव उपयुज्यते पश्चादर्थे अपि आनुपूर्व्यार्थे अपि, परन्तु पश्चादर्थे इत्युक्ते यदा विनयशर्ममहोदय सेड् अनन्तरं फालोयिङ्ग् दट् मीनिङ्ग् कम्स्, आनुपूर्व्यार्थर्थे भवति चेत् क्रमशः इति अनुक्रमः. It's not following. That is the main difference. Yeah. Because both पश्चादर्थे आनुपूर्व्यते अनु इति अव्ययस्य प्रयोगं दृष्टवन्तः, किन्तु तयोः भेदः अस्ति एव इति कृत्वा एव एकमेव सूत्रे पश्चात् एवम् आनुपूर्व्यात् इति द्वयोः शब्दयोः उपयोगेन पाणिनिमहर्षिणा पृथक् कृतम्। पश्चात् इत्युक्ते तदनन्तरं, किन्तु आनुपूर्व्यर्थे इत्युक्ते क्रमशः ज्येष्ठस्य ज्येष्ठं क्रमशः ज्येष्ठम् अनुज इति क्रमशः एकम् एकस्य अनन्तरम् एकमेव, किन्तु तत्र क्रम एव मुख्यम्, अनन्तरम् इति मुख्यता नास्ति। यत्र भोजनार्थम् अहं बालानाम् अनुबालम् इति युक्ते प्रथमं बालकाः खादनार्थं द्योते, तदनन्तरं ज्येष्ठाः, तदनन्तरं वृद्धाः इति क्रमशः अस्ति। तत्र आनुपूर्व्यर्थे अनु इति भवति, किन्तु अनुगुरुं मानवकः नदीं गच्छति इति कृते गुरु पश्चात् गुरोः पश्चात् मानवकः या शिष्य नदीं गच्छति इति रूपमस्ति। किन्तु अत्र अनु यत् समय तत्र समीपार्थे अस्ति, न अनन्तरं न क्रमशः, लक्षणं द्योतयति समीपार्थे एव, पार्श्वे अपि अस्ति, पूर्वमपि भवितुमर्हति, किन्तु समीपम् अवश्यं भवेत् इति अनुर्यत् समय इति सूत्रस्य प्रसक्तिः अस्ति। Because these are three separate words, both all give the same meaning. I mean, virtually it looks like the same, you know. Mm-hmm. near is the meaning in English if you look at it, whereas paschat is following, anupurvya means in order of following, and whereas in the anuyat samaya it is the proximity only, it doesn't say it should be for in the front or in the side or the back side or right or left, it doesn't specify that. That is the difference between the three separate words. Okay, hey, ek prashna hai, I'm wondering in Angla bhashayam yadi vayam anu alongside भवति समीपं भवति, परन्तु समीपं एकक्षणः भवति, परन्तु यदा अलाङ्ग् सैड् अलाङ्ग् सैड् वर्तते तर्हि अनु अर्थः वा न अहं न जानामि, परन्तु तत्र केवलम् अनुर्यत् समय इति एव आयाति, न पश्चात् न आनुपूर्व्य, तत्र पश्चात् एव एतम् आनुपूर्व्यार्थे स्पष्टता अस्ति, फालो और् इन् फालो इन् आर्डर्, सपोज् इफ् यु आर् इन् नो सोल्जर् अरेञ्ज्मेण्ट्, देन् द सोल्जर्स् हेव् गाट् एन् आर्डर् इन् विच् दे हेव् टु फार्म् ए पेटर्न् इन् द फालोयिङ्ग् क्रमशः, or if a instruction is given to a subordinate to follow a master, he will never follow the master in front of the master or the alongside, he will only behind him, whereas a friend will walk alongside another friend, tatra right, you can say, you know, alongside is the most appropriate word. Mm-hmm. But I think paschadapi means artyam bhavati is more important. Anu Vishnuho. Vishnu is more important. Others are of lesser importance. That I think. Yeah. See, paschad is always reference to the one which is referred to here. Yadi अनु विष्णुम् उपविष्णुम् उपविष्णुम् इति वदति चेत् विष्णु आधारीकृत्य एव तस्य पश्चात् भवति. इति एव भवती वदति न? सम्यक्. अत्र अग्रिमं सूत्रमस्ति दशमबिन्दु. विनोद् महोदय, भवान् पठति वा? दशमबिन्दु अनु इति समये दीर्घता दशमः सूत्रमः. ओके. अनु इति अव्ययं दीर्घतां बोधयितुं यत् पदं प्रयुज्यते तेन पदेन सह समस्यते वैभावसमासः च भवति. द अनु इति अव्ययं दीर्घतां बोधयितुं यत् पदं प्रयुज्यते तेन पदेन सह समस्यते वैभावः समासः च भवति. अत्र सूत्र अस्ति यस्य चायामः, यस्य दैर्घ्यसदृशदैर्घ्यं कथित, दैर्घ्यसदृशदैर्घ्यम् अनुना द्योत्यते तेन लक्षणभूतेन अनुः समस्यते. यस्य आयामः दीर्घता अनु इति शब्दस्य द्वारा बोधितः भवति तेन लक्षणवाचिना शब्देन सह अनुशब्दः विकल्पेन समस्यते अवैभावचः समासः भवति. अत्र अनुस्यामा उवाचि तेन लक्षणभूतेन सह विभाषा समस्यते अवैभावचः समासः भवति. यस्य षष्ठ्यन्तं च अव्ययं च अव्ययम् आयामः प्रथमान्तं प्राक्रागद्रातसमासः इत्यस्य अधिकारः अस्ति. समर्थपदविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अवैभावः इत्यस्य अधिकारः विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः लक्षणेन अभिप्रति लक्षणेनाभिप्रति आभिमुख्ये इतस्यस्मात् सूत्रात् लक्षणेन इत्यस्य अनुवृत्तिः अनुर्यत्समया इतस्यस्मात् सूत्रात् अनु इत्यस्य अनुवृत्तिः अनुवित्तौ अनु इति शब्दस्य आवृत्तिः भूत्वा एकः अनु इति शब्दः तृतीयान्तसूपेण विपरिणमितः भवति. तृतीयान्तरूपेण विपरिणमितः भवति अनुवृत्तिसहसूत्रं यस्य च आयामः अनुना अनुसुपलक्षणेन सुपसह वैभावसमासः विभाषा. अत्र सूत्र विभाषा विकल्पेन विकल्पेन साधनेन समासः भवति, नित्यसमासः नास्ति, विकल्पं विकल्पेन भवति. परन्तु अत्र अनु अव्ययमस्ति, परन्तु अनु अनु लक्षणेन सुपासः अव्ययीभावसमासः विभाषत् अत्र यदि अनु लव्यमस्ति तर्हि सुबन्त अनुसुबन्त अस्ति परन्तु सुबन्तेन सह समासः भवति अतः शब्दः कः सुबन्तेन सम्बन्धे कः शब्दः अस्ति यस्य च आयामः अनुना अनुना यस्य च आयामः अनुना आयामः शब्दः अस्ति आयामः शब्दः अर्थः आङ्ग्लभाषायां लेन्थ् इत्यादि अस्ति परन्तु यस्य च आयामः अनुना अत्र अर्थ कोऽपि अस्ति तत्रैव लक्षणं शब्दः भवान् अनुवृत्तिसहितसूत्रस्य अर्थं वदतु भवान् अनुवृत्तिसहितसूत्रं प्रयत्नं करोमि यस्य च आयामः अनुना अत्र यस्य च आयामः अत्र एकं कार्यं करोतु यत्र यत्र अन्यपदं योजयित्वा यथा आयाम तस्य अर्थं तत्र योजयित्वा वदति चेत् अर्थं भवति आयामः इति इट्स् अ नाट् अ नार्मल् वर्ड् विच् वि यूस् दीर्घता इति उपयुज्यते चेत् यस्य च दीर्घता अनुना देन् द वर्ड् बिकम्स् द सेण्टेन्स् बिकम्स् क्लियर् बिकास् अनुना अनुना इत्युक्ते दीर्घ अनुना means dirghata tasya tritiya viparana matam bhavati na anuna iti tritiya asti anuna tritiya yeah so anuna dirghata anuna anu sup lakshanena supasahas avyayi bhava samasa bhavati tatra anu iti avyayam supa lakshanena lakshanena supasah लक्षणेन सुप केन पदेन दत्तमस्ति अनुना आयामः तद् तत्र एव अनुना आयामः इत्युक्ते अनु इति अव्ययं दीर्घता बोधयितुं शब्देन सुबन्धेन सह अव्ययीभावसमासः विकल्पेन भवति अनु अव्ययम् दीर्घतः दीर्घता सुपासः अर्थेन भवति अतः सुबन्तपदम् अनुसुबन्त अनुसुबन्तपदम् दीर्घता न तत् सि अनुना दीर्घता द्योतयति अनुना दीर्घता द्योतयति तस्य अनु इति सु अव्ययं योजयित्वा अव्ययीभावः समासः भवति उदाहरणं पश्यति चेत् See, I was looking for the shabda here, you see. So I okay. think what you have explained to me, dirghata has to be considered to look for that word here. Whether I'm right, right. or not, I don't know yet. So agar dirghata hai, anu to wo aayega hi, you see. Anu to avyam hai. So uska jo samas jo hoga, wo dirghata ke saath hoga. Aisi baat hai ki nahi? Haan. उदाहरणं पश्यति चेत् सम्यक् भवति. अग्रिम पठित्वा उदाहरणं पश्यामः. ओके, सूत्रे आयामः इति शब्दस्य प्रयोगेण यः ज्ञापितः भवति यत् अनु इति शब्दद्वारा विस्तारस्य सूचना प्राप्यते चेत् एव समासः विधीयते इति. शब्दद्वारा विस्तारस्य सूचना प्राप्यते चेत् एव समासः विधीयते इति. यदि अन्य अर्थः अनु इति शब्दद्वारा सूचितः भवति तर्हि समासः न विधीयते. यदि अन्य अर्थः अनु इति शब्दद्वारा सूचितः भवति तर्हि समासः न विधीयते. अतः निवेश्य गङ्गाम् अनु गङ्गायाः प्रवेशानन्तरम् इत्यर्थः इति वाक्ये लक्ष्यलक्षणभावः द्योतितः अस्ति. विस्तारः इत्यर्थः अनु इति शब्दद्वारा न ज्ञायते इति कारणेन अनुगङ्गम् इति समासः न सिद्ध्यति. यस्य चायामः इति सूत्रेण तस्य विवरणं करोतु अस्य परिच्छेदस्य. न सिद्ध्यति यस्य चायामः इति सूत्रेण. अग्रे पठामि वा अत्र? न, अस्य परिच्छेदस्य अर्थं वदतु अत्र. ओके, सूत्रे आयाम इति शब्दस्य प्रयोगेण यः ज्ञापितः भवति यत् अनु इति शब्दद्वारा विस्तारस्य सूचना प्राप्यते चेत् एव समासः विधीयते इति. यदि अन्य अर्थः अनु इति शब्दद्वारा सूचिता भवति तर्हि समासः न विधीयते. अत्र यदि अन्य अर्थः अनु इति शब्दद्वारा सूचिता, यदि अनुकारणेन अनुहेतु अन्य कोऽपि शब्द सूचितः तर्हि समासः न भवति. अतः निवेश्य गङ्गाम् अनु गङ्गायाः प्रवेशान्तरम् इत्यर्थः. ओ, गङ्गाम् अनु गङ्गायाः प्रवेशनान्तरम् इत्यर्थः इति वाक्य. महोदय, अनु इति पदस्य अनेका अर्थाः सन्ति. अत्रापि अनु एव अव्ययं समस्यते सुबन्धेन सह. यत्र उदाहरणं दत्तमस्ति निवेश्य गङ्गाम् अनुगङ्गां, तत्र अनु इति अव्ययम् आयामः दीर्घता न द्योतयति, न अर्थं ददाति. तत्र अनुगङ्गा इत्युक्ते अनन्तरं पश्चात् अथवा इत्यर्थ एव द्योतयति. किन्तु यत्र दीर्घता द्योतयितुं चेत् तस्य समासः अस्य सूत्रस्य एव भवति कारणेन एव भवति यस्य चायामः इति सूत्रेण. यतोहि च इति अव्ययं च इति उक्ते अनु इति अव्ययस्य अनुवृत्तिः भवति. यस्य च आयामः अनुनः अनुसुपलक्षणेन सुपसः अपि समासः. तत्र च इति उक्ते च इति उक्तत्वेन अनु इति अनुवृत्तिरूपेण, किन्तु विभक्ति भवति अनुना दीर्घता द्योतनार्थम् अनुना आयामः इति अर्थं द्योतयति अत्र च. किन्तु अनु इति अव्ययम् अन्य अर्थे उपयोग्यं करोति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति. दीर्घधान्या द्योतयति अन्य अर्थाः सन्ति बहवः, तदेव तत्र स्वीकरणीयम्. किन्तु दीर्घता द्योतयति चेत् अनु इति पदम् अव्ययं सुबन्धेन सह समस्यते चेत् तत्र स्वीकरोतु समस्तपदं भवति अनेन सूत्रेण. अवगतं वा? अनेन अनेन सूत्रेण यस्य चायामः इति सूत्रेण एव दीर्घता द्योतयति. ओ सो यस्य चायामः चायामः सूत्रेण दीर्घता द्योतितः, परन्तु प्रयोजनं समाने यदि वयं गङ्गाम् अनु वदामः तर्हि समासः न भवति. अस्ति, ऐल् एक्स्प्लेन्. लेट् गोमती भगिनी अग्रिमं परिच्छेदम् उदाहरणं पठतु, तत् अनन्तरं वि केन् एक्स्प्लेन् इट् मच् बेटर् वित् द एक्साम्पल्. महोदय पठामि. यथा गङ्गायाः अनुगङ्गं वाराणसी, गङ्गायाः अनु गङ्गादैर्घ्यसादृश्यदैर्घ्यम् उपलक्षितम् इत्यर्थः. गङ्गायाः विस्तारेण वारण्यस्याः विस्तारस्य बोधः जायते. वारण्यस्याः दैर्घ्यस्य ज्ञापकः अस्ति गङ्गा इति. वारण्यस्याः दीर्घता गङ्गायाः तीरे अस्ति. पठामि वा वदामि? अर्थं वदतु. अस्तु, तत्र उदाहरणं दत्तं. गङ्गायाः अनु इति दीर्घता बोधयति. यस्य चायामः इति सूत्रेण तु गङ्गायाः अनु तु दीर्घता बोधयति चेदेव यस्य चायामः कार्यं करोति. वाक्यम् एतत् अस्ति, अनुगङ्गं वाराणसी. अनुगङ्गं वाराणसी इत्युक्ते गङ्गा इति लक्षणवाचिनशब्दः भवति. गङ्गायाः दैर्घ्यं गङ्गायाः दीर्घता हौ मच् अवर् इस् गङ्गायाः दीर्घता आत्मचेव वाराणस्याः दीर्घता इति अर्थं भवति अनुगङ्गम् इत्युक्ते. अनुदीर्घता बोधयति. गङ्गा इति लक्षणवाचिनशब्दं भवति. गङ्गायाः दैर्घ्यं वयं जानीमः. तु गङ्गायाः दैर्घ्यं मनसि अस्ति चेत् वेन् वि यूस् अनुगङ्गं वाराणसी, वाराणस्य अपि दैर्घ्यं मनसि भवति. तो अनुगङ्गम् इति महोदय. अत्र मम प्रश्नः अस्ति भगिनि, केवलम् अनुगङ्गम् इति वदामि चेत् दैर्घ्यता बोधं जायति वा? दैर्घ्यताबोधं गङ्गायाः दैर्घ्य केवलम् अनुगङ्गम् इति उक्ते दीर्घताबोधम् आयाति वा? न महोदय, केवलं न भवति. यदि अनुगङ्गम् इति समस्तपदम् अन्यपदम् अस्ति चेत् एव तस्य दैर्घ्यता दैर्घ्यसदृश्यदैर्घ्यम् इति वक्तुमिति शक्यते. यदि अनुगङ्गं वाराणसी, अनुगङ्गम् अनुयमुनं हस्तिनापुरम् इति अन्यद् उदाहरणमस्ति. तत्र अनुगङ्गं वाराणसी इत्युक्ते अति वाराणसी अस्ति चेदेव अनुगङ्गं दीर्घता द्योतयति. आं महोदय, अनुगङ्गम् इत्युक्ते इट् केन् बि अनु इति अव्ययस्य बहवः अर्थाः भवन्ति. बहवः अर्थाः यस्य जायामः इत्युक्ते गङ्गायाः दैर्घ्यं किमपि अन्यस्य पदार्थस्य दैर्घ्यं बोधयति. अनु इति अव्ययस्य उपयोगेन अनुर्यच्छायामः इति सूत्रेण अत्र अत्र पश्यतु, यदि अनुगङ्गं वाराणसी इति दृष्टे सति अनुगङ्गं वाराणसी इति अनुवाराणसी अनुगङ्गम् अनुगङ्गं वाराणसी इति अन्यन्य अर्थं मनसि द्योतयति. किन्तु अनुगङ्गं पृथक् अस्ति, वाराणसी न दत्तमस्ति इति कृत्वा अन्य अर्थः आयाति. अनु इति पद अनु इति अव्ययस्य बहवः अर्थाः सन्ति इति कृत्वा. किन्तु अनुगङ्गं वाराणसी इति दत्तमस्ति चेत् तदेव तत्र एव अनुगङ्गम् इति गङ्गस्य दैर्घ्यता अनु इति पदं द्योतयति. किन्तु केवलं गङ्गा इति न द्योतयति, गङ्गस्य गङ्गायाः दैर्घ्यता तदेव अनु अव्ययं द्योतयति, न तु गङ्गायाः समीपे, न तु गङ्गायाः समीपे. गङ्गा दैर्घ्य सदृश्य दैर्घ्यम् उपलक्षितम् इति अर्थः. आम् अर्थ सम्यक् तदेव. गङ्गायाः दैर्घ्यम् इन् अवर् अव्यय क्लास् वि हव् सीन् अनु बीङ्ग् यूस्ड् इन् सो मेनि प्लेसेस्. But how do we differentiate between one usage to another usage? Just by giving one example is it you know, it may not be for you and me or anybody for me to make it as a samasta padam of our own to use it anywhere we want. For that we should understand the exact usage where that has been used and what is the meaning of anu at this samasa. So even though we have heard anugangam in previous classes, anugangam there the anu is of different meaning, whereas here in this particular case anugangam varanasi comes as a total package. So tatra anu gangaya dairghyatya sadrishyam varanasi iti anu iti padam द्योतयति. देट् इस् मोर् इम्पार्टेण्ट्. वाक्यं भवेत् द लास्ट् सेण्टेन्स् इफ् यु रीड् यु विल् गेट् द मीनिङ्ग्. वाराणस्याः दीर्घता गङ्गायाः तीरे तीरे अस्ति. यत्र यत्र गङ्गाया तीराः वर्तमाना अस्ति तत्र वाराणस्याः दीर्घता अपि अस्ति. तदेव अनुगङ्गं वाराणसी इत्युक्ते मीन् रोहिणी भगिनी अग्रिमम् अलौकिक उग्रवाक्यम् अत्र परिच्छेदं पठतु. महोदय अलौकिकविग्रहवाक्यं गङ्गायोगः नस् योगः अनु यस्य चायामः इति सूत्रेण समासः विकल्पेन भवति. अनु इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति. अनुगङ्गा इति भवति ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्वः भवति. अतः अनुगङ्गा इति भवति अनुगङ्गा इति भवति. अधुना अनुगङ्गा इति प्रातिपदिकस्य अव्ययसंज्ञा भवति. अग्रे प्रातिपदिक सुप्रत्ययस्य उत्पत्तिः भवति. स सम्प्रति प्रक्रियायाम् अव्याद् आप् सुपः इति सूत्रेण प्राप्यमान सुब्लुक् न अव्ययीभावात् अधो अंस अपञ्चम्याः इति सूत्रेण निषिध्यते. न अव्ययीभावात् अधो अंस अपञ्चम्याः इति सूत्रेण अदन्त अव्ययीभावात् अङ्गात् परे सुप्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते. आदेशः इति सूत्रेण सोरि विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय. पञ्चमी विभक्तौ अम् आदेशः न भवति. तत्र यदा सामान्यं सुप्रक्रिया भूत्वा रूपं भवति अनुगङ्गात् अपरासु विभक्तिषु सुप्लुक् न भवति अपि तु सुपस्थाने अम् आदेशः भवति. अनुगङ्गायोग अत्र अमिपूर्वः इत्यनेन अक्वर्णात् अम् सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एक पूर्वरूप आदेशः स्यात् पञ्चमी विभक्तिं विहाय. अपरासु विभक्तिषु अनुगङ्गम् इति रूपं सिद्धं भवति. तृतीयसप्तम्या बहुलम् इति सूत्रेण अदन्त अव्ययभावात् परे तृतीयसप्तम्योः च स्थाने बहुलम् अमादेशः अनुगङ्गम् अमादेशः भवति. अनेन तृतीयसप्तविभक्तौ अपि च सप्तमी विभक्तौ रूपद्वयं सम्भवति अनुगङ्गम् अनुगङ्गेन अनुगङ्गम् अनुगङ्गे. अन्यासु विभक्तिषु अनुगङ्गम् इति रूपं सिद्धं भवति. समासपक्षे वाक्यं भवति गङ्गायाः अनु इति. समासः अवर्षे वाक्यं भवति गङ्गायाः अनु इति. प्रक्रिया समानमेव, कोऽपि प्रत्येकसूत्रं या प्रत्येकं सोपानं नास्ति अस्मिन्. यथा सर्वाणि अव्यय समासानि कृतवन्तः तत् अत्र एव सोपानानि समानानि एव. तत्र भवती द्वितीयम् उदाहरणं यमुनाया अनु इति उदाहरणं स्वीकृत्य वदतु. अत्र यमुना योग नस् योग अनु इति भवति. पूर्वनिपातः भवति अनु इति शब्दः. सुप्लुक् भवति अनु यमुना भवति. ह्रस्व प्रतिपदि अस्ति इति सूत्रेण ह्रस्व भवति अनु यमुना भवति. तत्र सुप् योजनेन सुप् न भवति पञ्चमी विहाय. अम् आदेशः भवति अनु यमुनम् इति भवति. पञ्चमी विभक्तौ अनु यमुनात् इति भवति. तृतीयसप्तम्यर्भवम् इति सूत्रेण अनु यमुनेन अथवा अनु यमुनम् अथवा अनु यमुने अथवा अनु यमुनम् इति भवति. तत्र दत्तमस्ति यमुनायाः आयामेन मधुराया आयामः दृश्यते. तत्र विस्तारेण अथवा दैर्घ्यता इति सूचयति. दैर्घ्यता एव विस्तारता न. आयाम इत्युक्ते दीर्घता. अनन्तरम् उदाहरणं भवति पाटलीपुत्रं शोणस्य अनु. तत्र विस्तारेण इति अर्थं भवति इति चिन्तयामि. शोना इस् ए नदी रोहिणी भगिनि. शोना इट्स् ए नदी. शोणस्य अनु तथापि दैर्घ्यमेव सूचयति. शोणा रिवर् इस् इवन् नौ अस्ति. गोमती भगिनी यदि कावेरी इति पदं भवति चेत् किं किं करणीयं? कावेर्याः अनु, अनु कावेरी एव भवति, अनु कावेरी ह्रस्वत्वम्, अनु कावेरी न भवति, कावेरी नदी दीर्घता दीर्घम् अस्ति तत्र, यत्र अनु कावेरी, अनु कावेरी, अनु कावेरी, अनु कावेरी, अहं चिन्तयामि नगरं कोऽपि कोऽपि नगरं कावेरी, मैसूर् मैसूर् नास्ति वा, तञ्जावूर् अस्ति, तञ्जावूर् तञ्जावूर् अनुका अनुकावेरी तञ्जावूर् तञ्जावूर् तञ्जावूर् नगरं. विनोद् महोदय, विनय् महोदय, अत्र गङ्गाया अनु मम एकः संशयः अत्र लिखितमस्ति करपत्रे, सूत्रे आयामः इति शब्दस्य प्रयोगेण यः ज्ञापितः भवति यत् अनु इति शब्दद्वारा विस्तारस्य सूचना प्राप्यते चेत् अत्र विस्तारः अपि भवति. विस्तार इति इत्युक्ते दीर्घत दीर्घस्य विस्तारता, विस्तारता इत्युक्ते देर् आर् टु वेस्, वन् इस् द एरिया, वन् इस् लेङ्थ्. ओके, सो इफ् यु आर् द लेङ्थ् एण्ड् ब्रेड्थ् इफ् यु यूस् इट् इन् इङ्ग्लिश् देन् बिकम्स् द एरिया विस्तारता. इफ् यु आर् टाकिङ्ग् ओन्ली आफ् द लेङ्थ् देट् दिस् दिस् आक्चुलि स्पीकिङ्ग् द वर्ड् विस्तार is vistrutam, yeah, that is what it is being explained. Vistrutam means extension, or you know, the beginning and the end, so connecting between the beginning and end is what is called vistara. The meaning of the word vistara comes from, but oh, if it is a town or a, you know, a location, then there is no starting and ending, but it is a circumference, right? Okay. Or a perimeter. So in that case it becomes area. But whereas in, if you are referring to a nadi, nadi has a length, so we have a starting point and an end point. So there the vistaram vistara vistaratya vakyena Daivgyata eva sujayati. Even though the word vistara can be used, but it is not a circle, perimeter, it is length. Perimeter is also length, isn't it? So that is the word, the problem of the word vistara, if you use it in the equivalent of to Daivgyata. There can be a confusion, but it's not a wrong word. But we should understand what is the word vistara actually means by. No, I'm not saying what you said is wrong. You said vistara. But normally we have a tendency, vistara, vistrutam istipte, you know, occupying that. So, that area as an area, isn't it? So that should not be kept in mind. It is a beginning point and end point, especially we are talking about a Anugangam Varanasi. Today the entire Varanasi is not in Ganga, no, but the length of Ganga and the length of Varanasi is what is being compared. See, a samudra could be vistara. Yeah, samudra is vistara. Vistara. No, but the real meaning of the word vistara is from a point to another point. So if it is in circle, it becomes a circumference. Or if it is rectangle, then we have a perimeter. But if there is only length, then it is a straight line, where you have a start point and end point. So that is where the nadi start point and end point. Suppose if, I mean, we, if we have to mention so many kilometers, so Varanasi, the Dirghata will be so many kilometers, not in square kilometers, no? But Varanasi as a town will have area of a square kilometer, we will say. So that is what the difference is. That we have to take that Dirghata is only what Ayamaha is explaining. Okay. Anything, because Bhagini has not gone into Tishtakdu Prabhadi Inicha. That is the next, today's evening class, that is it. Any doubts? I think it's clear. Clear to me. Clear. Okay. Vinay Mohdaya? Nothing else. So, yeah. I was wondering about the word Shona. Shona? Shona is the name of a river. Shona. It is. Shona River. If you say it, I mean, yeah, Shona River. Shona River, right? Yeah. Maybe in Sanskrit we use Shakaraha, but in English S-O-N-A. I see. Okay. So we'll stop it today here because it's a small sutra only which we have done it today. So Om Sarve Bhavantu Sukhinaha. सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्ति हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः